गुरुब्रह्म गुरुविष्णुगुरुदेव महेश्वरगुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र गुरुत्वम् इति तत्र गुरुत्वम् इति तस्य लक्षणं ज्ञातवन्तः तत्र आद्यपतनम् इति अपि आसीत् तत्र आद्यपतनम् इति तत्र वयं दृष्टवन्तः तत्र व्यापारः पतनम् इति तत्र व्यापारः इति आसीत् अतः तत्र इदानीं तत्र करपत्रे व्यापार नाम किम् इति वयं पूर्वमपि दृष्टवन्तः व्यापारः इति मध्ये आगच्छति कार्यकारणयोः मध्ये व्यापारः इति एकः पदार्थः भवति अत्रापि सः एव पदार्थः किन्तु तत्र कथम् इति चर्चयामः तर्हि तत्र उषा भगिनी दृश्यते वा भगिनि तत्र आं महोदय दृश्यते महोदय पठनीयं वा आं भगिनि आम् किञ्चित् पठामः तदनन्तरं तत्र किञ्चित् चर्चयामः अस्तु महोदय अधोदेशसंयोगजनकः व्यापारः पतनम् अस्तु प्रश्नः अधोदेशसंयोगजनकः व्यापारः पतनम् इत्यस्मिन् कथने व्यापारः नाम कः उत्तरमस्ति पतनप्रक्रियायां कश्चन क्रमः भवति अस्तु पूर्वदेशसंयोगः यथा वृक्षफलयोः पूर्वदेशसंयोगः पूर्वदेशसंयोगात् आद्यपतनक्रिया अनन्तरं विभागः आद्यपतनक्रिया आरम्भतः यस् विभागः प्रथमं जायते विभागः कस्मात् पूर्व संयोग पूर्वसंयोगनाशः यत्र पूर्वसंयोगम् अस्ति तत् तस्य नाशः अभवत् पूर्वसंयोगनाशः पूर्वसंयोगनाशः अनन्तरम् उत्तरदेशसंयोगः प्राप्तः उत्तरदेशसंयोगः प्राप्तः अनन्तरं प्रथम क्रियानाशः उत्तरदेशसंयोगः अनन्तरं प्रथमक्रियानाशः अभवत् ओके अनन्तरं प्रथमक्रियानाशः अनन्तरं क्रियानाशात् द्वितीयपतनक्रिया आरभ्यते तत्र प्रक्रिया एतादृशी भवति तत्र नाम प्रथमक्षणे द्वितीयक्षणे तृतीयक्षणे इति एतादृशं चिन्तनं शक्यते किन्तु अत्र विषयः कः इत्युक्ते तत्र तत्र एकस्य अनन्तरं तत्र यद्यपि लिखितं किन्तु तयोः मध्ये सर्वदा कार्यकारणभावः वर्तते न वा इति न तत्र उद्दिष्टः केवलं तत्र प्रक्रिया एतादृशी इति एव तावदेव अतः तत्र एकस् प्रथमस्य कार्यं द्वितीयं द्वितीयस्य कार्यं तृतीयम् एतादृशम् अत्र नास्ति केवलं प्रक्रिया प्रथमे क्षणे द्वितीयक्षणे किं किं भवति इति अतः तत्र आदौ तत्र संयोगः आसीत् नाम वृक्षफलयोः संयोगः तदनन्तरं तत्र पतनक्रिया आरभ्यते तदा विभागः इति भवति विभागः एव तत्र संयोगस्य नाशकः इति जानीमः अतः पूर्वसंयोगनाशात् प्राक् विभागः भवति तत्र कार्यकारणभावः अस्ति विभागः अपि पूर्वसंयोगनाशः तयोः मध्ये वर्तते तदनन्तरं पूर्वसंयोगनाशात् अनन्तरं वयं उत्तरदेशसंयोगः जायते अपि तत् उत्तरदेशसंयोगस्य अनन्तरं प्रथमक्रिया या आसीत् सा नश्यति इदानीं वयं तत्र दृष्टवन्तः तत्र क्रिया इति तत्र पतनक्रिया केवलम् एका इति न तत्र परम्परा अस्ति एका तस्याः अनन्तरं द्वितीया द्वितीयपतनं तृतीयपतनम् इति अतः पतनम् इति एकमिति नास्ति केवलम् आद्यक्षणे पतनं यदस्ति तस्य कारणमस्ति गुरुत्वम्, अनन्तरं यत् पतनमस्ति तस्य कारणं भिन्नम् अस्ति इति एव तत्र अस्माकं सिद्धान्तः आसीत्। नाम गुरुत्वम् इति आद्यपतनस्य एव कारणम्, अन्येषां पतनानां कारणं नास्ति। यद्यपि पतनानि तत्र एकस्य अनन्तरं भवन्ति, आद्यपतनस्य एव तत्र कारणम् अस्ति। इदानीं स्क्रीन् न दृश्यते, इदानीं स्क्रीन् न दृश्यते सत्यं। अस्तु अस्तु अस्तु, तर्हि तत्र अहं लिङ्क् प्रेषितवान् तत्र करपत्रं यत्र अस्ति। हा तर्हि पुनः प्रयत्नं करोमि, तत्र न जानामि किमर्थम् अद्य तत्, नो चेत् मेल् मध्ये उद्घाटयामः तत् महोदय स्थापितवान् भगिनि वाट्सप् चाट् मध्ये अपि, चाट् मध्ये अपि वाट्सप् मध्ये प्रेषितवान् भगिनि, मेल् मध्ये प्रेषणीयं चेत् तदपि कर्तुं शक्नोमि। हा हा तत्र न जानामि किमर्थम् अद्य तत्र, अस्तु वाट्सप् मध्ये दृश्यते, चिन्ता मास्तु। अस्तु चिन्ता मास्तु, अस्तु तर्हि, तर्हि तत्र स्क्रीन् आगच्छति पुनः गच्छति न जानामि किमर्थम्, इदानीं प्राप्तं पुनः। अस्तु यदा भवति अहं प्रयत्नं करोमि। हा अस्तु तर्हि इदानीं तत्र अस्मिन् प्रसङ्गे अत्र इदानीं प्रक्रिया का इति ज्ञातवन्तः, इदानीं तत्र अग्रे किम् अस्ति इति पठतु भगिनि। अस्मिन् प्रसङ्गे अधोदेशसंयोगजनकः व्यापारः पतनम् इति उक्तम्, अतः व्यापारः इत्युक्ते क्रिया एव, क्रियायाः लक्षणं संयोग असमवायीकारणं कर्म, क्रियायाः लक्षणं संयोग असमवायीकारणं कर्म। ओके या संयोग असमवायीकारणं, तर्हि तत्र अधोदेश नाम नूतन उत्तर, तत्र अधोदेश उत्तरदेश इति तत्र क्लेशः मास्तु, नाम उत्तरं नाम पूर्वं यदासीत् तदनन्तरम् उत्तरम् इति नाम तत्र दिशि इति नास्ति, केवलं तस्य अनन्तरदेश इति अर्थे, उत्तरम् इति उपरि देशः नास्ति, केवलं तत्र अतः तत्र उत्तर नाम पूर्वं यदासीत् तद् न, इदानीं नूतनं नूतनदेशसंयोगः, किन्तु तद् सः संयोगः अस्ति अधोदेशसंयोगः, यतोहि पतनम् अभवत्, तत्र देशः उपरि नास्ति अधोभागे अस्ति, अतः अधोदेशसंयोगः, तस्य जनकः व्यापारः पतनम् इति उक्तम्। तत्र व्यापारः इति इत्युक्ते क्रिया एव, वयं पूर्वं दृष्टवन्तः तत्र क्रिया इति तत्र व्यापाररूपेण आगच्छति इति, अत्र क्रियायाः लक्षणं नाम संयोगस्य असमवायीकारणम् अस्ति, नाम तत्र वयं चिन्तयामः तत्र संयोगः इति तत्र अत्र संयोगः उत्तरदेशसंयोगः इति अस्ति, किन्तु संयोगः कस्य इत्युक्ते तत्र फलस्य खलु, यतोहि तत्र फलवृक्षयोः पूर्वं संयोगः आसीत्, इदानीं तत्र पूर्वसंयोगः नष्टः अस्ति, इदानीं नूतन अधोदेशसंयोगः अस्ति इदानीं तत्र, तर्हि फलस्य संयोगः, तर्हि संयोगः फले अस्ति, संयोगः फले अस्ति, अपि अन्यस्मिन् देशे अपि अस्ति, नाम तत्र संयोगः इत्युक्ते तत्र पुस्तकहस्तयोः संयोगः इत्युक्ते तत्र संयोगः इति द्विनिष्ठः, पुस्तके अपि अस्ति हस्ते अपि अस्ति, द्विनिष्ठः, अतः तत्र संयोगः अत्र वयं चिन्तयामः फले अस्ति इति चिन्तयतु, तर्हि संयोगः फले अस्ति, संयोगः इति कीदृशपदार्थः, द्रव्यं वा किं संयोगः? गुणः, गुणः, गुणः। तर्हि संयोगः इति गुणः इति कृत्वा तत्र संयोगः फले केन सम्बन्धेन वर्तते? समवायसम्बन्धेन वर्तते। तर्हि हा, तर्हि तत्र फलम् एव तस्य समवायीकारणं, संयोगस्य समवायीकारणं फलम्। अपि अत्र उक्तं तत्र पतनक्रिया एव तस्य जनकः, जनकम् इति जनका, जनिका इति, अतः तत्र पतनं, व्यापारः, एतत् सर्वम् उक्तं। तर्हि तत्र पतनक्रिया एव तत्र संयोगस्य असमवायीकारणं। नाम कर्म इति, कर्म अथवा क्रिया समानार्थकः, क्रिया नाम कर्म, तत्र कर्म अथवा क्रिया तत्र द्रव्ये समवायसम्बन्धेन वर्तते खलु। नाम तत्र क्रिया क्रियावतोः अत्र अपि समवायः, अतः क्रिया अपि समवायेन फले अस्ति, संयोगः अपि समवायेन फले अस्ति, क्रिया समवायेन फले स्थित्वा समवायेन संयोगं जनयति, अतः तत्र संयोगस्य असमवायीकारणं भवति पतनक्रिया इति। इदानीं तत्र, इदानीं तत्र सन्देहः भवति नाम तत्र क्रियाव्यापारः अस्ति अपि कारणम् इति उक्तं, किन्तु प्रक्रियायां तत्र यद् दत्तमस्ति तस्य तत्र किमपि सन्देहः, कोऽपि सन्देहः भवेत् पश्यामः। अस्तु अग्रे, तर्हि उषा भगिनी भवती एव। अस्तु महोदय, तदर्थम् अत्र उक्तं यत् क्षिप्तकन्दुकस्य अधोदेशेन सह यः संयोगः जायते, क्षिप्तकन्दुकस्य अधोदेशेन सह यः संयोगः जायते तस्य जनिका पतनक्रिया। यया क्रियया अधोदेशेन सह संयोगः उत्पद्यते सा संयोगजनिका। जनकत्वेन कारणत्वम् इङ्गित जनकत्वेन कारणत्वस्य इङ्गितम्। तदर्थम् अत्र उक्तं यत् क्षिप्तकन्दुकस्य अधोदेशेन सह यः संयोगः जायते तस्य जनिका पतनक्रिया। पतनक्रिया एव कारणं संयोग अधोदेशेन सह संयोग, अधोदेशस्य संयोगस्य कारणं पतनक्रिया। यया क्रियया अधोदेशे सह संयोगः उत्पद्यते सा संयोगजनिका। यत् पतनक्रिया अधोदेशेन सह संयोगः उत्पद्यते तत् पतनक्रिया संयोगजनिका क्रिया इति। जनकत्वेन कारणत्वस्य इङ्गितं, सो पतनक्रियायाः जनकः, पतनक्रिया जनकः, तत् पतनक्रियाया जनिका, तत् पतनक्रियायाः कारणत्वं किम् इति वयम् अग्रे जनकत्वेन जनकत्वेन कारणत्वस्य इङ्गितं नाम सूचितं जनक जनिका इति पदेन कारणत्वं सूचितम् अस्ति तावत् जनकत्वेन कारणत्वस्य इङ्गितं तत्र रेफरेन्स् जनिका नाम कारणम् इति। तर्हि पतनक्रिया एव संयोगस्य कारणम् अथवा जनिका एव पतनक्रिया इति एव इति। व्यापारः नाम तत्र जनकः, व्यापारः, पतनम् इति वाक्ये तत्र एतदेव उक्तं, पतनक्रिया एव व्यापारस्य जनिका, जनिका नाम कारणम् इति उक्तम्। एतावत्। हा, इदानीम् उपरितनप्रक्रिया सम्यक्तया वीक्षताम् इति अस्ति। उपरितनप्रक्रियां सम्यक्तया सम्यक्तया वीक्षिता. ओके, अत्र बोध्यं वीक्षत. ओके, अत्र बोध्यं यत् आद्यपतनक्रिया विभागात् साक्षात् पूर्वम् अपि च तस्य कारणम्. ओके, अपि च तस्य कारणम् अत्र बोध्यं यत् आद्यपतनक्रिया विभागात् साक्षात् पूर्वम् आद्यपतनक्रिया एव कारणम् इति. ओके, तस्य विभागस्य कारणम् सत्यं विभागं प्रति आद्यपतनक्रिया कारणम्. ओके, किन्तु आद्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति किल. आद्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति किल. आद्यपतनक्रिया अभवत् खलु. आद्यपतनक्रिया नाम अग्रे अग्रे दत्तमस्ति. ओके, कारण कारणपरिष्कारविषये अस्माभिः अधीतं यत् किञ्चन कस्यचित् कारणम् इति निर्धारयितुं तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम्. आम्, कार्यं प्रति कारणस्य नियतपूर्ववृत्तित्वं भवेत्. आम्, ओ अस्तु. सो किन्तु आद्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति किल. आम्, नास्ति. पूर्वं नास्ति नाम तर्हि तत्र आद्यपतनक्रिया विभागस्य कारणं खलु. आम् आम् तर्हि तत्र न्यूनातिन्यूनम् एकक्षणं तत्र पूर्वम् आद्यपतनक्रिया अस्ति. नाम इदानीं तत्र द्वितीयक्षणे आद्यपतनक्रिया अभवत् इत्युक्ते तदनन्तरं तृतीयक्षणे विभागः भवति खलु. इदानीं विभागः तृतीयक्षणे भवति चेत् विभागः संयोगस्य नाशकः. तर्हि संयोगनाशः चतुर्थे क्षणे एव भवितुमर्हति, तृतीयक्षणे न भवितुमर्हति. यतोहि विभागः तृतीयक्षणे एव अभवत्. अहं समिन्ना नास्ति. आद्यपतनक्रिया प्रथमे तत्र आद्यपतनक्रिया प्रथमे किं चिन्तितम् अस्माभिः. अस्तु, आद्यपतनक्रिया प्रथमे क्षणे अस्ति इति चिन्तयामः. तर्हि विभागः द्वितीयक्षणे भवति. द्वितीयक्षणे. तदनन्तरं पूर्वसंयोगनाशः तृतीयक्षणे भवति. पूर्वसंयोगनाशः पूर्वसंयोगनाशः नाशस्य अनन्तरं पूर्वसंयोगस्य नाशात् अनन्तरमेव तत्र उत्तरदेश नूतनदेशसंयोगः भवितुमर्हति. अतः तत्र तृतीयक्षणानन्तरम् एव तत्र उत्तरदेशसंयोगः भवितुम् अर्हति खलु. आद्यपतनक्रिया प्रथमक्षण, देन् द्वितीयक्षणे विभागः अभवत्. अनन्तरं पूर्वसंयोगनाशः विभागः विभागः संयोगनाशस्य कारणं नाशकः अस्ति विभागः. आम् आम्, पूर्वसंयोगनाशः अस्ति, नाशकः अस्ति. पूर्वसंयोगनाशकनाश तृतीयक्षणे अभवत् चेत् उत्तरदेशसंयोगः चतुर्थक्षणे अस्ति इति भवितुम् अर्हति. तस्मात् प्राक् न भवितुम् अर्हति. द्वितीयक्षणे न भवति. नाम उत्तरदेशसंयोगः द्वितीयक्षणे भवति इति नास्ति खलु. उत्तरदेशसंयोगः द्वितीयक्षणे नास्ति इति, तृतीयक्षणे नास्ति. हा, तृतीयक्षणे अपि नास्ति. सत्यं, तृतीयक्षणे अपि नास्ति. अतः तत्र चतुर्थे क्षणे एव भवितुम् अर्हति. किन्तु आद्यपतनक्रिया प्रथमे क्षणे आसीत्, उत्तरदेशसंयोगः न्यूनातिन्यूनं चतुर्थे क्षणे एव भवितुम् अर्हति. तस्मात् पूर्वं न भवितुम् अर्हति. अतः तत्र अत्र दत्तं विभागात् साक्षात् पूर्वं तत्र नास्ति किल इति. उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति किल. अतः तत्र द्रव्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति, साक्षात् पूर्वं नास्ति, विभागः अभवत् अनन्तरं पूर्वसंयोगनाशः अभवत् अनन्तरमेव उत्तरदेशसंयोगः अभवत् इति अस्तु. कारणपरिष्कारविषये अस्माभिः अधीतं यत् कारणपरिष्कारविषये अस्माभिः अधीतं यत् किञ्चित् कस्यचित् कारणम् इति कस्यचित् कारणम् इति निर्धारयितुं तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम्. सो उत्तरदेशसंयोगः इति पूर्वक्षणे नास्ति इति कार्याधिकरणे कार्यं तस्य कारणं किम् इति यदि वयम् इच्छामः निर्धारयितुम् इच्छामः कारणं किम् इति तदा अस्माकं परिष्कारः कीदृशः आसीत् नाम किञ्चन पूर्वक्षणे भवेत् इति कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत् तेन स्थातव्यं अथवा तद् भवेत् तत्र नियतपूर्ववृत्तित्वं भवेत् नाम नियतपूर्ववृत्ति सर्वदा कारणात् कारणं कार्यात् पूर्वं भवेत् खलु. तत्र कारणं प्रथमं तदनन्तरमेव कार्यं विपरीतरीत्या न भवति. प्रथमं कार्यं तदनन्तरं कारणम् इति कुत्रापि नास्ति. सर्वदा कारणं प्रथमं तदनन्तरमेव कार्यम्. अतः कार्यं प्रति कारणस्य नियतपूर्ववृत्तित्वं नियमेन पूर्वम् एव भवति कारणं कार्यात् प्राक् एव भवति कारणम् इति. सो किमर्थं वयं वदामः आद्यपतनक्रिया उत्तरदेशसंयोगात् संयोगस्य कारणम् इति न इति खलु इति आगच्छति. इदानीम् अग्रे पठामः तर्हि अतः तत्र इदानीं समस्या नाम तत्र कथं कारणं भवेत्. अतः उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया कारणं न स्यात्. यया रीत्या कुलालस्य पिता घटं प्रति अन्यथासिद्धः तया एव रीत्या उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथासिद्धा स्यात्. यतोहि साक्षात् पूर्वम् इयं क्रिया न घटिता. परन्तु तथा नास्ति. यतोक्तं क्रियायाः लक्षणं संयोगसमवायीकारणं कर्म संयोग असमवायीकारणं कर्म. विभागं प्रति संयोगं प्रति च क्रियायाः असाधारणकारणत्वं स्वीकृतम् अस्ति. विभागं प्रति संयोगं प्रति च विभागम् अपि च संयोगं प्रति क्रियायाः असाधारणकारणत्वं स्वीकृतम् अस्ति. अस्तु तर्हि तत्र उत्तरदेशसंयोगं नाम यावत् वयं पठितवन्तः तत्र अवगमनमस्ति. तर्हि तत्र आद्यपतनक्रिया कारणं न स्यात् इति. यया रीत्या कुलालस्य पिता घटं प्रति अन्यथा सिद्धः नाम कुलालः घटं प्रति कारणमस्ति. कुलालं विना घटः न उत्पद्यते. अपि तत्र कुलालस्य पिता यः अस्ति तेन विना कुलालः अपि न भवति. अतः तत्र पित्रा विना कुलालस्य पित्रा विना तत्र घटः न उत्पद्यते इति न वक्तुं शक्नुमः. अतः तत्र कुलालस्य पिता नाम कुलालस्य पिता कुलालस्य कारणं, कुलालः पुनः घटस्य कारणं. तर्हि तत्र कारणस्य आवलिः अस्ति नाम घटस्य कारणस्य कारणं पिता इति खलु. असाधारणकारणम् इति न न तत्र तादृशं भवति चेत् वयं वदामः तत् कारणमेव नास्ति इति. कारणस्य कारणं नास्ति, अन्यथा सिद्धः इति वदामः. नाम तत् कारणम् इति न स्वीकर्तुं शक्नुमः. कारणस्य कारणं भिन्नं. तर्हि पिता कुलालं प्रति कारणं, कुलालः घटं प्रति कारणं, किन्तु पिता घटं प्रति कारणं नास्ति. अस्तु, अतः कारणस्य कारणं कारणं नास्ति. अतः तथया एव रीत्या अत्र वयं चिन्तयितुं शक्नुमः उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथा सिद्धा स्यात्. यतोहि अस्माकं तत्र प्रक्रिया कीदृशी आसीत्, नाम आद्यपतनक्रिया इति तत् कारणं विभागस्य. तर्हि विभागस्य कारणम् आद्यपतनक्रिया. विभागस्य विभागः पूर्वसंयोगनाशस्य कारणम् इदानीं पूर्वसंयोगनाशः अपि यदि पूर्वसंयोगः नाशः न भवति तावत्पर्यन्तम् उत्तरदेशसंयोगः न जायते खलु. आम् आम्. अतः पूर्वसंयोगनाशः एकया रीत्या सः अपि कारणमस्ति. पूर्वसंयोगनाशः आवश्यकमस्ति उत्तरदेशसंयोगं प्रति. नाम नाशः यावत्पर्यन्तं न जातम् उत्तरदेशसंयोगः न प्राप्तम्. अतः तदपि कारणम् इति चिन्तयितुं शक्नुमः. तर्हि तत्र आद्यपतनक्रिया विभागं प्रतिकरणं, पुनः विभागः संयोगनाशं प्रतिकरणं, पुनः पूर्वसंयोगनाशः उत्तरदेशसंयोगं प्रतिकरणम्, अतः तत्र कारणस्य कारणम् इति एतादृशं चिन्तनेन अतः तत्र अन्यथासिद्धः अथवा अन्यथासिद्धा इति भवति खलु इति वक्तुं शक्नुमः. परन्तु तथा नास्ति. विभागं प्रति संयोगं अतः उत्तरदेशसंयोगं प्रति विभागं प्रति संयोगं प्रति च क्रियायाः असाधारणकारणत्वं स्वीकृतम् अस्ति. आद्यपतनक्रिया विभागमपि जनयति, नूतनसंयोगम् अपि जनयति. नाम तत्र असमयकारणमस्ति. तत्र असाधारणकारणं नाम तत्र साधारणकारणानि सन्ति, नाम ईश्वरः, देशः, कालः, एतादृशं. नाम तत्र समयः इति नास्ति चेत् तत्र किमपि न जायते खलु. अस्मिन् क्षणे, अस्मिन् देशे एतत् अभवत्, अतः देशस्य आवश्यकता अस्ति, ईश्वरस्य इच्छा अपि भवेत् तदा एव एतत् जायते. अतः ईश्वरिच्छा, ईश्वर अनुग्रहः, अपि देशः, कालः, एतत् सर्वं साधारणकारणं. साधारणं नाम सर्वेषां कार्याणां प्रति कारणम् अस्ति. असाधारणकारणं नाम तेन कानिचन कार्याणि एव जायन्ते. अतः एव तत्र असाधारणकारणं नाम कपालः घटस्य असाधारणकारणं. साधारणकारणं तु तत्र देशकाल, ईश्वरेच्छा, एतत् सर्वं. अतः अत्र क्रियापि असाधारणकारणत्वं तावदेव. असाधारण तत्र नूतनं किमपि नास्ति, नाम देशकालः एतादृशं नास्ति. क्रियया केवलम् एतद् एषः संयोगः जायते, सर्वविधसंयोगः न जायते, अत्र सर्वं कार्यं न भवति इति तावदेव. अतः क्रिया विभागमपि जनयति, संयोगमपि जनयति. नाम अत्र प्रायशः चिन्तनम् एतादृशम् अस्ति, नाम वयं चिन्तयामः एकस्मिन् क्षणे, नाम तत्र वयं हस्तेन तत्र कन्दुकं स्वीकृत्य, नाम वयं तत्र उत्पीठिकायां कन्दुकः अस्ति इति चिन्तयतु, एकक्षणे एव तत्र वयं झटिति कन्दुकं स्वीकृत्य तत्र अन्यत्र स्थापयामः इति चिन्तयतु. तदा किं भवति, क्रियया पूर्वदेशसंयोगः अभवत्, नाशः अभवत्, नष्टः अभवत्, तत्र विभागः अभवत्. अपि यावत्पर्यन्तं वयं तत्र नूतनदेशं तावत्पर्यन्तं तत्र क्रिया अस्ति एव खलु. तदनन्तरं तत्र उत्तरदेशसंयोगा यदा भवति तदा एव क्रिया नष्टा भवति. अतः तत्र क्रिया इति क्षणिका नास्ति इति चिन्तनं प्रायशः अत्र, यतोहि प्रक्रियामपि पश्यतु, तत्र उत्तरदेशसंयोगस्य अनन्तरमेव प्रथमक्रिया नाशः इति उक्तः. अतः प्रथमक्रिया आद्यपतनक्रिया क्षणिका नास्ति, नाम तत्र सा क्रिया इदानीमपि प्रवर्तते इति प्रायशः चिन्तनमस्ति इति मन्ये. अहं पश्यामः अस्तु अग्रे तर्हि भगिनी कथं विभागस्य विभागस्यापि संयोगस्यापि कर्मकारणं कथं कथम् उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथा सिद्धा नास्ति इति चेत् आद्यपतनक्रिया कदा नश्यति, उत्तरदेशसंयोगानन्तरमेव क्रिया नश्यति. यथा भगवान् उक्तवान् कन्दुकम् उत्पीठिकायाम् एक फ्रम् वन् प्लेस् उत्तरदेशसंयोगानन्तरमेव क्रिया नश्यति. अस्तु, अतः उत्तरदेशसंयोगकार्यनियतपूर्ववृत्तित्वं क्रियायां वर्तते. उत्तरदेशसंयोगकार्यनियतपूर्ववृत्तित्वं क्रियायां वर्तते. क्रिया चतुर्थक्षणपर्यन्तं तिष्ठति, उत्तरदेशसंयोगेन नश्यति इति स्वीक्रियते. अस्तु, क्रिया चतुर्थक्षणपर्यन्तं तिष्ठति, उत्तरदेशसंयोगेन नश्यति इति स्वीक्रियते. अस्तु, किमर्थं तावत् कालपर्यन्तं किमर्थं तावत् कालपर्यन्तं क्रियायाः स्थितिः स्वीक्रियते इति चेत् संयोगं प्रति तस्याः कारणत्वम् अस्ति. नाम यदा उत्तरदेशसंयोगः जायते तावता आद्यपतनक्रिया न नष्टा इति. अस्तु, उत्तरदेशसंयोगस्य जन्यत्वम् आवश्यकं, तदर्थमेव तावत्पर्यन्तम् आद्यपतनक्रियया स्थातव्यम्. उत्तरदेशसंयोगस्य जन्यत्वम् आवश्यकम्, ओके, तदेव कारणम् इति वयं वक्तुम् इच्छामः चेत् उत्तरदेशसंयोगस्य जन्यत्वम् आवश्यकं, तदर्थमेव तावत्पर्यन्तम् आद्यपतनक्रियया स्थातव्यम् इति. अस्तु, अस्तु महोदय. अतः तत्र नाम तत्र उत्तरदेशसंयोगानन्तरम् एव एषा क्रिया नश्यति. अतः तत्र उत्तरदेशसंयोगकार्य उत्तरदेशसंयोग तत्र द्वितीयां पङ्क्त्यां तत्र उत्तरदेशसंयोगकार्यनियतपूर्ववृत्तित्वं, नाम उत्तरदेशसंयोगकार्यम् अस्माकं कार्यम् अत्र कार्यम् अस्माकमस्ति उत्तरदेशसंयोगः, तत् कार्यरूपेण स्वीकृतवन्तः. तस्य कार्यस्य नियतपूर्ववृत्तित्वं नाम क्रिया पूर्वमेव जाता, पूर्वा अस्ति, पूर्वम् अस्ति. क्रिया चतुर्थक्षणपर्यन्तं तिष्ठति, उत्तरदेशसंयोगेन नश्यति इति स्वीक्रियते. नाम यदा संयोगः जायते तदा एषा क्रिया नश्यति, नाम संयोगस्य अनन्तरम् एषा क्रिया नश्यति नश्यति अतः तत्र तावत्पर्यन्तम् एषा क्रिया वर्तते तत्र अपि तत्र आवश्यकमस्ति, अतः तत्र तावत्पर्यन्तं क्रियया स्थातव्यम् अस्ति. आद्यपतनक्रिया तावत्पर्यन्तं तिष्ठति इति, तिष्ठति इति, तिष्ठति इति. अतः तत्र आद्यपतनक्रिया इति यदि चिन्तयामः, यद्यपि तत्र आवलिः अस्ति, नाम प्रथमा क्रिया द्वितीया क्रिया इति, किन्तु एका एका क्रिया क्षणिका नास्ति, तत्र तस्याः कालः तत्र क्षणचतुष्टयं वा क्षणपञ्चकं वा इति तावत्पर्यन्तं वर्तते सा क्रिया, तदनन्तरमेव नूतना क्रिया भवति. अस्तु अस्तु अग्रे भगिनि. बहुत्र कार्यकारणभावे कार्यात् साक्षात् प्राक् कारणं स्वयं जन्यते, कार्यात् साक्षात् प्राक् कारणं स्वयं जन्यते, किन्तु कुत्रचित् कार्यकारणभावस्य प्रमाणार्थं पूर्वकालिकपदार्थः अधुना अपि वर्तते इत्यनेन कारणत्वं स्वीक्रियते. तादृशीषु परिस्थितिषु तस्य अन्यथासिद्धत्वं न कल्प्यते. अस्तु, संयोग असमवायी कारणं कर्म, कर्म संयोगं जनयति, किन्तु कदाचित् कर्म साक्षात् संयोगं न जनयति, कदाचित् कर्म विभागं जनयति, तदा पूर्वसंयोगनाशः, तदा एव उत्तरदेशसंयोगः. अस्तु, उत्तरदेशसंयोगं प्रति असमवायी कारणम् आद्यपतनक्रिया. उत्तरदेशसंयोगं प्रति पूर्वसंयोगनाशः अपि कारणम्. यावत् पूर्वसंयोगः न नश्यति तावत् उत्तरदेशसंयोगः न उत्पद्यते. अस्तु, पूर्वसंयोगः उत्तरदेशसंयोगं प्रतिबन्धकः, पूर्वसंयोगः उत्तरदेशसंयोगस्य प्रतिबन्धकः, प्रतिबन्धकाभावः कार्यं प्रति कारणम्. उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया असमवायी कारणं, पूर्वसंयोगनाशः च निमित्तकारणम्. आद्यपतनक्रिया असमवायी कारणं, पूर्वसंयोगनाशः निमित्तकारणम्. अस्तु, वाट् इस् दट् स्टेट्मेण्ट्? पूर्वसंयोगनाशः उत्तरदेशसंयोगं प्रतिबन्धकाभावः कार्यं प्रति कारणम्. नाम पूर्वसंयोगः उत्तरदेशसंयोगस्य प्रतिबन्धकः, नाम तत्र यावत्पर्यन्तं पूर्वसंयोगः वर्तते उत्तरदेशसंयोगः न जायते, अतः प्रतिबन्धकः अस्ति, पूर्वसंयोगः प्रतिबन्धकः. न तत्र एतद् न भवति, अहं तत्र एतद् भवितुं न तत्र तत्र किमस्ति तत्र पर्मिशन् तत्र अनुमिति नाम तत्र न doesn't let it happen. अनुज्ञां न ददाति. अनुज्ञां न ददाति अथवा अनुमतिं न ददाति, अतः तत्र पूर्वसंयोगः अस्ति चेत् उत्तरदेशसंयोगः न भवति, प्रतिबन्धकः अस्ति. अतः प्रतिबन्धकस्य अभावः नाम प्रतिबन्धकः नास्ति चेदेव कार्यं भवति इति कृत्वा उत्तरदेशसंयोगं कार्यं भवति कार्यं भवति. अतः प्रतिबन्धकस्य अभावः कार्यं प्रतिबन्धकः नास्ति चेदेव कारणम् इति कार्यं कार्यं प्राप्तम्. अतः पूर्वसंयोगः कारणं नास्ति, पूर्वसंयोगस्य अभावः नाम नाशः एव तत्र उत्तरदेशसंयोगं प्रति कारणम् अस्ति. तत्र प्रतिबन्धकः भावः तयोः मध्ये अस्ति, अतः तत्र प्रतिबन्धकस्य अभावः इति एव कारणम्. अतः उत्तरदेशसंयोगः कार्यम् इत्युक्ते तत्र पूर्वदेशसंयोगनाशः तस्य निमित्तकारणं भवति, अपि आद्यपतनक्रिया असमवायिकारणं भवति. चन्द्रमती भगिनी नमस्कारः. भगिनी तत्र करपत्रं पठन्तः स्मः. नमस्कारः भगिनि. अद्य तत्र ऐपाड् मध्ये समस्या अस्ति भगिनि, न जानामि किमर्थं तत्र कार्यं न करोति इति, किन्तु अहं तत्र वाट्सप् मध्ये अहं प्रेषितवान् तत्र, पुनः यदि इच्छति चेत् पुनः चाट् मध्ये प्रेषयिष्यामि. हा, चाट् मध्ये प्रेषितवान् भगिनि. तत्र वयं तत्र इदानीं तत्र कः परिच्छेदः बहुत्र कार्यकारणभावे इति तत्र तत्र स्मः. तत्र प्रायशः एकः परिच्छेदद्वयमेव अस्ति तावदेव. तदनन्तरं पुनः तत्र विद्याधरी पुस्तकं गन्तुं शक्नुमः. तर्हि तत्र नास्ति इदानीम्. अस्तु, न जानामि किम् अभवत्. अस्तु, तत्र कार्यात् प्राक् कारणं स्वयं जन्यते इति आदौ उक्तं, किन्तु वयं जानीमः नाम तत्र यदि वयं घटं निर्मातुम् इच्छामः तर्हि तत्र कुलालः इदानीमेव सः जन्यः इति नास्ति खलु. कुलालः अनेक वर्ष अनेकेभ्यः वर्षेभ्यः अस्ति, अतः तत्र कुलालः इदानीं तत्र तस्य जननम् अभवत् इति नास्ति. किन्तु अतः तत्र कुत्रचित् कार्यात् साक्षात् प्राक् कारणं स्वयं जन्यते, तत् कुत्रचित् भवति, किन्तु अन्यत्र तत्र तादृशं नास्ति. अतः कार्यस्य कार्यात् पूर्वम् अस्ति, किन्तु तत्र पूर्वकालिकपदार्थः अधुना अपि वर्तते इत्यनेन कारणत्वं स्वीक्रियते. पूर्वकालिकपदार्थः नाम कुलालः बहुकालेन अस्ति, इदानीं सः घटस्य कारणमस्ति. पुनः तत्र चक्रं, दण्डः, जलम्, एतत् सर्वं पूर्वमपि आसीत्, इदानीमेव तस्य उत्पत्तिः इति नास्ति. किन्तु सर्वे अपि तत्र सर्वाणि अपि कारणानि भवन्ति, अतः तेषु कारणत्वं स्वीकर्तुं शक्नुमः. अतः तत्र अन्यथा सिद्धत्वम् इति तादृशं नास्ति. तथा एव अत्र अपि तत्र साक्षात् संयोगं कदाचित् तत्र क्रिया जनयति, अथवा कदाचित् क्रिया प्रथमतया तत्र विभागं जनयति, तदनन्तरं पूर्वसंयोगनाशं जनयति, तदनन्तरम् उत्तरदेशसंयोगं जनयति. अतः तत्र प्रक्रिया एका एव इति नास्ति, कदाचित् तत्र कर्मणा तत्र संयोगः भवति साक्षात्, अनन्तरं कदाचित् कर्मणा विभागः तदनन्तरं पूर्वसंयोगनाशकः पूर्वसंयोगनाशकः अनन्तरम् उत्तरदेशस्य उत्तरदेशस्य अतः तत्र क्लेशः नास्ति. सो असमवायिकारणमेव आद्यपतनक्रिया अपि पूर्वसंयोगनाशकः पूर्वसंयोगनाशकः निमित्तकारणम् इति तत्र करपत्रं प्राप्तं वा चन्द्रमति भगिनि? न महोदय, अस्तु अस्तु चिन्ता मास्तु महोदय, अद्य शृणोमि. अहं बहिः अस्मि, अतः यात्रा मध्ये अस्मि, शृणोमि महोदय. अस्तु अस्तु भगिनि, प्रवासे प्रवासे अस्मि. अस्तु अस्तु भगिनि, अस्तु अस्तु, चिन्ता मास्तु. तर्हि उषा भगिनी भवती एव अग्रे. क्रिया विभागं जनयति, विभागेन क्रिया न जन्यते. क्रिया विभागं जनयति, विभागेन क्रिया न जन्यते. अस्तु, किमर्थम् इति चेत् उत्तरदेशसंयोगेन पूर्वविभागः नश्यति. ओ तत्त्वदर्शिन् विभागेन क्रिया न जन्यते, उत्तरदेशसंयोगेन पूर्वविभागः नश्यति. द्वितीयपतनक्रिया उत्पत्ति पूर्वक्षणे विभागस्य अवस्थानं न भवति. द्वितीयपतनक्रिया उत्पत्तिपूर्वक्षणे विभागस्य अवस्थानं न भवति, अतः द्वितीयपतनक्रियां प्रति विभागः कारणं न भवितुम् अर्हति. विभागः कामपि क्रियां प्रति कारणं न भवति. संयोगनाशः चिरं तिष्ठति, परन्तु विभागः चिरं न तिष्ठति. विभक्तम् इति प्रतीतिः विद्यते, विभक्तम् इति प्रतीतिः विद्यते कतिपयक्षणपर्यन्तम् एव. उत्तरदेशसंयोगेन पूर्वविभागः नश्यति. इदानीम् ओके, उत्तरदेशसंयोगः, अनन्तरम् उत्तरदेशस्य प्रथमक्रिया नाशः, अनन्तरं द्वितीयपतनक्रिया. सो उत्तरदेश क्षम्यताम्, अहं पठामि, पुनर्पठामि, पठामि महोदय. क्रिया विभागं जनयति, विभागेन क्रिया न जनयते. किमर्थम् इति चेत् उत्तरदेशसंयोगेन पूर्वविभागः नश्यति, पूर्वविभागः नश्यति, उत्तरदेशसंयोगेन पूर्वविभागः नश्यति. द्वितीयपतनक्रिया, द्वितीयपतनक्रिया उत्पत्तिपूर्वक्षणे विभागस्य अवस्थानं न भवति, विभागस्य अवस्थानं न भवति, अतः द्वितीयपतनक्रियां प्रति विभागः कारणं न भवितुम् अर्हति. द्वितीयपतनक्रिया क्रिया उत्पत्तिपूर्वक्षणे विभागस्य अवस्थानं न भवति. नाम तत्र प्रक्रियायां वयं तत्र दृष्टवन्तः, आद्यपतनक्रिया विभागं जनयति. तर्हि विभागस्य कारणं क्रिया अस्ति, किन्तु तस्य अनन्तरं विभागस्य अनन्तरं तत्र संयोगनाशः, उत्तरदेशसंयोगः, तदनन्तरं प्रथमक्रिया नाशः, तस्य अनन्तरमेव द्वितीयपतनक्रिया. अतः तत्र मध्ये अन्यानि घटनानि भवन्ति इति कृत्वा तत्र विभागः तावत्पर्यन्तं न तिष्ठति इति. अस्तु अस्तु, विभागः तावत्पर्यन्तं न तिष्ठति, द्वितीयपतनक्रिया क्षणे तावत् न तिष्ठति. न तिष्ठति नाम अत्र, अतः तत्र विभागः द्वितीयपतनक्रियां प्रति विभागः कारणं न भवितुम् अर्हति. अर्हति, ओ अस्तु अस्तु, विभागः कामपि क्रियां प्रति कारणं न भवति, भवितुम् अर्हति. विभागेन क्रिया भवति इति एव न वक्तुं शक्नुमः. तत्र संयोगनाशः चिरं तिष्ठति, नाम संयोगस्य नाशः तत्र चिरं नाम तत्र एकवारं तत्र संयोगः नष्टः इति कृत् इति वदामश्चेत् तावदेव तत्र संयोगः नष्टः एव, किन्तु विभागः चिरं न तिष्ठति. विभागः चिरं न तिष्ठति, संयोगनाशः चिरं तिष्ठति. संयोगनाशः चिरं तिष्ठति, विभागः न चिरं तिष्ठति. कारणं तस्य कारणं चिरं न तिष्ठति. ओ अस्तु अस्तु. ओ ओके, संयोगनाशः चिरं तिष्ठति, तस्य संयोगनाशस्य कारणं विभागः चिरं न तिष्ठति. विभक्तम् इति प्रतीतिः विद्यते कतिपयक्षणपर्यन्तम् एव. विभक्तम् इति प्रतीतिः विद्यते कतिपयक्षणपर्यन्तम् एव. उत्तरदेशसंयोगेन पूर्वविभागः नश्यति. उत्तरदेशसंयोगेन पूर्वविभागः नश्यति. ओके अस्तु. सो द्वितीयपतनक्रियां प्रति प्रथमक्रिया प्रतिबन्धिका. द्वितीयपतनक्रियां प्रति प्रथमक्रिया प्रतिबन्धिका. यावत् प्रथमक्रिया न नश्यति तावत् द्वितीयपतनक्रिया न जायते. ओके, प्रतिबन्धक अभावः कार्यं प्रति प्रतिबन्धक अभावः कार्यं प्रति कारणम्. अतः प्रथमक्रियाभावः प्रथमक्रिया अभावः द्वितीयपतनक्रियां प्रति कारणम्. अस्तु अस्ति. अतः इदानीं तत्र अवगतं नाम तत्र किमर्थं तत्र व्यापारः नाम कारणं क्रियापतनक्रिया इति व्यापारः इति उक्तम् इति एतावत् इत्येन वयम् अवगच्छामः. अत्र मतभेदः इत्युक्ते तत्र स्टार् आस्ट्रिक्स् इति अस्ति, फुट् नोट् अस्ति. अत्र किन्तु न्यायशास्त्रे कश्चन मतभेदः अपि वर्तते. केचन वदन्ति यत् विभागः तदाश्रय द्रव्य द्रव्यस्थितिकालं यावत् तिष्ठति. विभागः तदाश्रय द्रव्यस्थितिकालं यावत् तिष्ठति. आश्रयनाशात् नश्यति इति मन्तव्यम् इति नैरुच्यते इति तैः उच्यते. आश्रयनाशात् नश्यति इति मन्तव्यम् इति तैः उच्यते. उत्तरसंयोगान्तरम् अपि इमौ उत्तरसंयोगानन्तरमपि इमौ विभक्तौ इति प्रतीतिः भवति एव. अतः उत्तरसंयोगः विभागस्य नाशकः इति वक्तुं न शक्यते. ओके, युक्त्या विचारः क्रियते चेत् विभागस्य उत्तरसंयोगेन नाशः इति कल्पने काठिन्यमेव प्रतिभाति. तथा सति इमौ विभक्तौ इति प्रतीतिः अनापत्तिः इमौ विभक्तौ इति प्रतीतिः प्रतीत्या अनापत्तिः प्रतीति अनापत्तिः प्रतीति अनापत्तिः इति प्रतीति अनापत्तिः इति प्रतीतिः अनापत्तिः. गुणस्य नाशः द्विविधा भवति. विरोधिगुणेन आश्रयनाश आश्रयनाशः नाशाद् वा विरोधिगुणेन आश्रयनाशाद् वा. सो विरोधिगुणेन आश्रयनाशाद् वा विरोधिगुणस्य अनाशकत्वे आश्रयनाशनाश्यत्वं स्वतः भवति एव. सम्यक् महोदय, अत्र किन्तु नाम ओके मतभेदः अस्ति इति मतभेदः वर्तते नाम केचन स्वीकुर्वन्ति तत्र कतिपयक्षणम् एव तत्र विभागः तिष्ठति इति तिष्ठति नाम तत्र संयोगं संयोगः अस्ति तदनन्तरं विभागः इति आगच्छति विभागेन संयोगः नष्टः विभागः संयोगस्य नाशं करोति तदनन्तरं तत्र पूर्व उत्तरदेशसंयोग यदा भवति तस्मात् प्राक् एव तत्र पूर्वविभागः अथवा तेन पूर्वविभागः नश्यति इति तत्र उपरि लिखितम् उत्तरदेशसंयोगेन पूर्वविभागः नश्यति इति स्टार् यत्र अस्ति फुट्नोट् इण्डिकेशन् यत्र अस्ति तत्र वाक्यमस्ति उत्तरदेशसंयोगेन पूर्वविभागः नश्यति इति. अतः तत्र कतिपयक्षणमेव वर्तते विभागः. किन्तु अन्ये केचन किं वदन्ति तत्र विभागः केचन वदन्ति यत् विभागः तद् आश्रयद्रव्य स्थितिकालं यावत् स्थितिकालं यावत् तिष्ठति नाम यावत्पर्यन्तं तत्र तस्य आश्रय विभागः इति गुणः तस्य आश्रयः द्रव्यं यावत्पर्यन्तं नाम द्रव्यम् अस्ति अस्ति नाम घटे घटः विभक्तः इति वदामश्चेत् यावत्पर्यन्तं घटः अस्ति तावत्पर्यन्तम् एषः विभागः अपि वर्तते इति ते वदन्ति. अतः आश्रयनाशात् एव नश्यति इति मन्तव्यम् तैः उच्यते नाम एषः विभागः आश्रयनाशेन एव भवति अन्यत् किमपि कारणं तस्य नाशस्य कारणं न भवितुम् अर्हति केवलम् आश्रयस्य नाशः एव कारणम् एतस्य नाशस्य कारणं भवितुम् अर्हति इति. नाम विभागः नष्टः इत्युक्ते घटनाशेन एव विभागः नष्टः भवति अन्येन कारणेन न इति क्षेत्रं मतम्. अतः उत्तरसंयोगानन्तरमपि इमौ विभक्तौ इति प्रतीतिः भवति एव इति. अतः उत्तरसंयोगः विभागस्य नाशकः इति वक्तुं न शक्यते तेषां मतं नाम फलवृक्षयोः तत्र विभागः अभवत् इदानीं फलं तत्र भूमौ अस्ति इति चिन्तयतु. किन्तु ते वदन्ति तत्र इदानीम् उत्तरदेशसंयोगः अभवत् नाम भूमि प्राप्तम् अतः उत्तरदेशसंयोगः अस्ति किन्तु तदापि फलम् अपि वृक्षः इमौ विभक्तौ इति प्रतीतिः भवति इति ते वदन्ति. अस्तु अस्तु तावत्पर्यन्तं विभागः अस्ति तदापि न तदापि अस्ति तदनन्तरमपि अस्ति तदापि अस्ति. अतः उत्तरदेशसंयोगेन विभागः न नश्यति उत्तरसंयोगः विभागस्य नाशकः नास्ति इति वक्तुं नाशकः इति न वक्तुं शक्य वक्तुं न शक्यते. फले एव अस्ति इति फले एव विभागः इदानीमपि अस्ति वृक्षे अपि इदानीम् अस्ति यावत्पर्यन्तं वृक्षः तिष्ठति एषः विभागः अस्ति अस्ति. अतः अग्रे उच्यते युक्त्या विचारः क्रियते चेत् नाम सम्यक् रीत्या यदि वयं विचारं कुर्मः विभागस्य उत्तरसंयोगेन नाशः इति कल्पने काठिन्यमेव प्रतिभाति भागस्य उत्तरसंयोगेन नाचः इति कल्पने काठिन्यमेव प्रतिभाति. तत्र अस्तु, तत्र काठिन्यं वर्तते इति उक्तम्. अस्तु, तथा सति इमौ विभक्तौ इति प्रतीति अनापत्तिः, प्रतीत्यनापत्तिः, प्रतीत्यनापत्तिः. तत्र एतत् मया न अवगतं. तत्र नाम तथा सति तदा काठिन्यम् अस्ति इति कृत्वा, ओ अस्तु अस्तु, तत्र काठिन्यम् अस्ति इति कृत्वा प्रतीतिः अनापत्तिः, नाम तत्र प्रतीतिः भवति, नाम इमौ विभक्तौ इति प्रतीतिः तदापि भवति. यतोहि तत्र नाम विभागस्य नाशः उत्तरसंयोगेन न भवति इति यदि वदामः, तत्र विभागस्य विभागः उत्तरसंयोगेन भवति इति स्वीकुर्मश्चेत् तत्र समस्या नास्ति. किन्तु तत्र तत् सम्यक् रीत्या स्थापनीयं, तत्र प्रदर्शनीयम् इति चेत् तत्र काठिन्यम् अस्ति इति अत्र उक्तम्. नाम उत्तरसंयोगेन विभागः नष्टः भवति इति, तस्य नाशः भवति इति, तत्र तस्य प्रदर्शनं कठिनम् अस्ति, तस्मिन् काठिन्यं वर्तते इति उक्तम्. तर्हि काठिन्यं वर्तते इत्युक्ते नाम तत्र तत्र किं भवति, अतः तत्र तदापि विभागः वर्तते वा, वर्तते इति. सो प्रतीतिः, प्रतीतिः इति ज्ञानम्, इति ज्ञानं, प्रतीतिः नाम ज्ञानम्, इमौ विभक्तौ इति ज्ञानं वर्तते, तस्य अनापत्तिः तत्र आपतति, तत्र अस्ति एव. किमर्थं तद् अस्ति इत्युक्ते तत्र विभागः इति गुणः अस्ति, तत्र गुणस्य नाशः द्विधा भवति, नाम कारणद्वयेन गुणस्य नाशः भवितुम् अर्हति. एकमस्ति, एकं कारणम् गुणस्य नाशः केन भवति इत्युक्ते विरोधिगुणेन गुणस्य नाशः भवति. या नाम वयं जानीमः संयोगस्य नाशकः विभागः, तत्र विभागः विरोधिगुणः संयोगस्य, अतः तत्र विरोधिगुणेन एकः गुणः नष्टः भवति. अतः तत्र विरोधिगुणेन गुणस्य नाशः भवितुमर्हति. विरोधिगुणेन न भवति चेत् तत्र आशयनाशेन एव आशयनाशाद् वा इति वयं दृष्टवन्तः खलु. नाम यदा वयं विभागः इति अतिरिक्तगुणः इति, तदा अस्माकम् अनुमानवाक्यम् आसीत् आश्रयनाशः. तर्हि तत्र वयं स्वीकृतवन्तः यदि गुणस्य नाशः भवति किन्तु आश्रयस्य नाशेन न भवति, विरोधिगुणेन एव तस्य गुणस्य नाशः भवति इति वयं स्थापितवन्तः. अतः एव तत्र गुणस्य नाशः द्विधा भवति, आश्रयनाशेन भवति, नो चेत् विरोधिगुणेन भवति. अत्र वयम् उक्तवन्तः विरोधि विभागस्य विरोधिगुणः अस्ति उत्तरसंयोगः. अतः तत्र उत्तरसंयोगेन एषः नष्टः इति यदि न स्वीकुर्मः तर्हि आश्रयनाश्ये एव एकः नष्टः भवति विभागः. अतः तत्र यावत्पर्यन्तम् आश्रयः अस्ति तावत्पर्यन्तं विभागः अस्ति इति स्वीकरणीयं भवति. यदि विरोधिगुणनाशकत्व, अतः एव विरोधिगुणस्य अनाशकत्वे, नाम विरोधिगुणस्य अनाशकत्वे, नाम विरोधिगुणेन नास्ति नाश न अभवत् इति यदि अस्ति सा परिस्थितिः भवति, तदा आश्रयनाशनाशत्वम् आश्रयनाशनाशत्वं नाम आश्रयनाशेन नष्टः इति एव भवति. आश्रयनाशनाशत्वमेव भवति भवति तावदेव अतः तत्र तावदेव अतः तत्र मतभेदः वर्तते. वयं चिन्तितवन्तः तत्र उत्तरदेशसंयोगेन पूर्वविभागः नश्यति, तदेव सुलभः सुलभमिति अहं चिन्तितवान्, किन्तु अत्र उक्तं तद् तस्य प्रदर्शनं कठिनम् अस्ति इति. अतः तत्र तत् किमर्थमिति द्रष्टव्यमस्ति. किन्तु तद् तादृशं प्रतीतिः अनापत्तिः इति प्रतीति न आपत्ति न आपत्ति अनापत्ति प्रतीतिः अनापत्तिः इमौ विभक्तौ इति प्रतीतिः न आपत्ति आपत्तिः इति नाम अनापत्तिः आपत्तिः to obtain or आपत्तिः इत्युक्ते तत्र पतति नाम आपत्तिः इत्युक्ते आपत्ति इत्यत्र तत्र डेञ्जर् इति तत्र आपत्तिः इति तत्र आपत्ति यत्र अनापत्तिः इत्युक्ते तत्र तस्मिन् तत्र दोषः नास्ति इति अनापत्तिः इति तत्र दोषः आचार्य अत्र अत्र आपत्ति इत्युक्ते यत् अनपेक्षितं तत् अधुना अनापत्ति तत् अपेक्षितम् इति इत्युक्ते समीचीनं समीचीनं आपत्तिः इति अनपेक्षितम् अनापत्तिः इति नाम तत्र तद् सत्यं समीचीनमेव अपेक्ष तस्य समीचीनं भगिनि अतः तत्र दोषः नास्ति तस्मिन् अतः तत्र समीचीनं भगिनि अतः इमौ विभक्तौ इति प्रतीतिः अनापत्तिः तत्र दोषः नास्ति सम्यक् एव अस्ति नाम तत्र इमौ विभक्तौ इति तत्र फलम् अपि वृक्षः इमौ विभक्तौ इति या इदानीं फलं तत्र भूमौ अस्ति तदानीमपि इमौ वृक्षः फलं वृक्षौ इमौ विभक्तौ इति वक्तुं शक्नुमः इति ते वदन्ति तेषां मतम् अतः तत्र न्यायशास्त्रे तत्र मतभेदः बहुत्र बहुत्र वर्तते अतः तत्र नाम गभीरचिन्तनं ते सर्वदा कुर्वन्ति परिष्कारः परिष्कारः परिष्कारः इति अतः तत्र समीचीनमस्ति अपि क्लिष्टः अपि अस्ति अस्तु तर्हि तत्र तर्हि एतत् समीचीनमस्ति. अग्रे वयं तत्र सर्वेषां पार्श्वे पुस्तकमस्ति वा तत्र तर्हि तर्हि इदानीं तत्र वयं कुत्र स्मः इत्युक्ते नाम वनो नैन् तत् तत्र पठितवन्तः दश अधिक एकशतम् इति तत्र तत्र एव आद्यपतनमिति उक्तम् इदं पतनं गुरुत्वाधिकरणे समवायेन अस्ति इति इत्थमेव कारणतावच्छेदकसम्बन्धांशे अपि चिन्त्यम् अतः समवायसम्बन्धावच्छिन्न आद्यपतननिष्ठकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणता गुरुत्वे भवति तादृशकारणता आश्रयत्वं गुरुत्वस्य लक्षणं तदेव वयं पूर्वकक्षायां दृष्टवन्तः खलु अस्तु अतः समीचीनं भगिनि अतः तत् सर्वं कृतम् इदानीं तत्र जले गुरुत्ववशात् ध्वनि श्रूयते श्रूयते श्रूयते भगिनि अधुना अहं पठितुं शक्नोमि यदा अस्तु भगिनि तर्हि उषा भगिनि धन्यवादः बहु धन्यवादः धन्यवादः तर्हि नीता भगिनी पेज् 110 मध्ये जले गुरुत्ववशात् आद्यपतनम् इति जले गुरुत्ववशात् आद्यपतनम् सर्वम् इदं कन्दुकरूप पृथिव्यां यथा चिन्तितं तत् तद्वत् एव एकनिमिषम् तद्वत् एव जले अपि शक्नुमः चिन्तयितुम् जलमपि उत्क्षिप्तं गुरुत्ववशात् पतति रात्रौ अन्धकारे अरण्यादौ सञ्चाराय वस्त्रादिसंवेष्टनेन तैलसंयोगेन च दीपविशेषम् उपाददमहे प्रज्वलिते तस्मिन् तैलाधिक्ये सति तद्बिन्दवः ज्वलन्तः एव पतन्ति तैले हि सन्ति केचन पार्थिवांशाः जलीयाः च भूयशः उभयत्र अपि अस्ति गुरुत्वमिति तद् वशात् बिन्दुषु पतनक्रियोत्पत्तिः अधुना जले गुरुत्ववशात् आद्यपतनम् इति विषयः तत्र सर्वम् इदं कन्दुकरूपपृथिव्यां यथा चिन्तितं तद्वदेव जलेऽपि शक्नुमः अधुना पूर्वस्मिन् भागे वयं कन्दुकस्य पतनं तत् आद्यपतनम् एवं सर्वं तत् गुरुत्वमस्ति तत् कन्दुके पतनमस्ति एवं सर्वं चिन्तितवन्त तथैव जलस्य विषये अपि चिन्तयितुं शक्नुमः इति प्रथमे वाक्ये नाम तत्र लक्षणे तत्र लक्षणवाक्ये पूर्वस्मिन् पुटे लक्षणवाक्ये उक्तं नाम पृथ्वी जलवृत्ति गुरुत्वं पृथिव्यामपि अस्ति जले अपि वर्तते अन्येषु द्रव्येषु वर्तते इति अतः तृतीयां वर्तते इति जानीमः इदानीं तत्र जले अपि वर्तते इति प्रदर्शनार्थम् एतत् सर्वम् उक्तम् जलमपि उत्क्षिप्तं गुरुत्ववशात् पतति यथा कन्दुकस्य उदाहरणं वयं दृष्टवन्तः तथा जलमपि यदि वयं तज्जलमपि उत्थाय अनन्तरं गुरुत्ववशात् आगच्छति गुरुत्ववशात् पतस्य अपि पतनं भवति समीचीनम् रात्रौ अन्धकारे अरण्यादौ सञ्चाराय वस्त्रादि संवेष्टनेन तैलसंयोगेन च दीपविशेषम् उपादद्महे तत् अनन्तरं फुट्नोट् मध्ये अस्ति मशाले इति महाराष्ट्रभाषायां प्रसिद्ध तत्र चित्रम् अपि अस्ति तत्र मशाल इति इत्युक्ते तत्र दण्डः अथवा किमपि स्वीकृत्य तत्र वस्त्रं तत्र खलु स्थापनं वस्त्रस्य स्थापनं तैलसंयोगः भवति तैलसंयोगः दीपविशेषं तत्र युद्धप्रसङ्गे एवं सर्वं तस्य उपयोगं जातं समीचीनं प्रज्वलिते तस्मिन् तैलाधिक्ये सति तद्बिन्दवः ज्वलन्तः एव पतन्ति तत् तस्य प्रज्वलनं भवति तत् सति सप्तमी उपयुज्य तत्र तस्य यदा प्रज्वलनं भवति तथा तैलस्य आधिक्यमस्ति अतः तद्बिन्दवः यथा तत् चित्रे अस्ति तत् ज्वलन्तः बिन्दवः पतन्ति तस्य तेषां पतनं तत्र ज्वलन्तबिन्दवः तत् अत्र ज्वलन्त इत्युक्ते तत्र शत्रुन्त प्रत्ययं खलु बिन्दवः तैलैः सन्ति केवल पार्थिवांशाः तैलम् इत्युक्ते तत्र पार्थिवांशाः अपि सन्ति तैलैः सन्ति केचन पार्थिवांशाः तत् पार्थिवांशाः इत्युक्ते नाम तत्र पृथिवी पृथिवी नाम तैलम् इति पृथिवी अपि तत्र केवलं जलम् इति न अङ्गीकारः जलम् अपि पार्थिव अंशानां तत्र मेलनं मिश्रणम् एव तत्र तैलम् इति तावदेव पार्थिवांशः जलीयाः च भूयशः नाम आधिक्येन जलम् किन्तु केचन पार्थिवंशाः अपि सन्ति इति. इत्युक्ते जलमिश्रित पृथिव्याः अंशः इति. जलस्य एव आधिक्यम्, आधिक्यम् आधिक्येन जलं जलं वा किं तत्र शता तत्र सर्वं जलम् इति न, केचन पार्थिव अंशाः अपि सन्ति. उभयत्र अपि अस्ति गुरुत्वम् इति. उभयत्र गुरुत्वमस्ति इत्युक्ते तत्र पार्थिव अंशायां पार्थिव अंशेषु तथैव जले अपि तत्र उभयत्र गुरुत्वम् अस्ति. तत् तद्वशात् बिन्दुषु पतनक्रियोत्पत्ति. अतः तत्र गुरुत्वमस्ति, गुरुत्वस्य कारणात् बिन्दुषु पतनक्रियोत्पत्तिः भवति इति. पतनक्रियोत्पत्तिः अधिकरणं बिन्दु इति अर्थः. बिन्दु इति समीचीनं समीचीनं समीचीनम्. अतः तस्य जले अपि गुरुत्वम् अस्ति, तेन कारणेन जले अपि आद्यपतनं भवति इति अस्ति. समीचीनं भगिनि. दण्ड अपि च वस्त्रम् अपि च तैल अण्ड रथ द चारियट् पुल्लिङ्ग् इन् अट् द टैम् रथोत्सवे रथोत्सवे रथोत्सवे तदस्ति एव. समीचीनं भगिनि. किन्तु तद् बहु सुन्दरमस्ति भगिनि, नाम तत्र ज्वलन्तः बिन्दवः पतन्ति इति चित्रं बहु सुन्दरमस्ति. अस्तु, तर्हि तत्र नीता भगिनी भवती एव अग्रे पठति वा? आमाम् आमां पठामि. गुरुत्वरहिते तेजसि तर्हि कथं पतनम्? तर्हि ज्वलत्सु तेषु पृथ्वीजलयोः यथा पतनं तथा तेजसि अपि पतनं भवति. न हि तत्र गुरुत्वम् अस्ति. वक्ष्यते च ग्रन्थकृता गुरुत्वं पृथ्वीजलवृत्ति इति ग्रन्थेन. तथा च गुरुत्व अभावे अपि तेजसि पतनम् इति कारणत्वेन अभिमतस्य गुरुत्वस्य असत्त्वे अपि कार्योत्पादात् व्यतिरेक व्यभिचारः. पृष्ठक्रमाङ्क त्रिशतति न त्रि त्रि अष्टति त्रि अष्टति अशीति त्रि अशीति चेत् इति. सत्यं भवति पतनं पृथ्वीजलसंयुक्ते तेजसि यथा दर्शितस्थले. तत्र तु पृथ्वीजलयोः गुरुत्वं परम्परासम्बन्धेन तेजसि स्थित्वा आद्यपतनं जनयति. तादृशसंयोगरहितस्य तु तेजसः पतनं न भवति एव. तथात्वे प्रज्वलिते करदीपे केषाञ्चित् तेजोभागानां पतनं अनुभूयेत्. ततश्च गुरुत्व अभावात् न तेजः प्रभृतिद्रव्येषु पतनं, कदाचित् अनुभूयमानं तु वायौ. सदा गतिमत्वस्वभावात् तस्य क्रियाविशेष एव न तु पतनं, तस्य गुरुत्वमात्रजन्यत्व स्वीकारात् इत्यञ्च आद्यपतन असमवायिकारणत्वेन गुरुत्वे ज्ञाते तत् लक्षणम् अपि सुगमम्, चित्रप्रकारः अपि सुग्राह्यः. अधुना गुरुत्वरहिते तेजसि तर्हि कथं पतनं? अधुना तेजस् इति विषयः, तेजसः इति विषये तत्र गुरुत्वं नास्ति तर्हि कथं तत् पतनं भवति इति विषयः. तर्हि ज्वलत्सु तेषु पृथ्वीजलयोः यथा पतनं तथा तेजसि अपि पतनं भवति. अधुना तर्हि ज्वलत्सु अधुना तत् पूर्वस्मिन् परिच्छदे यत् उदाहरणं वयं दृष्टवन्तः तत्र युवलसु तेषु पृथ्वीजलयोः तत्र मशाल इति उदाहरणे तथैव यथा पतनं तत्र भवति तथा तेजसि अपि पतनं भवति इति विधानं तेजसि अपि पतनं भवति न हि तत्र गुरुत्वम् अस्ति इत्युक्ते तेजसि गुरुत्वं नास्ति तर्हि तत्र पतनं भवति तेजसि पतनं भवति यद्यपि गुरुत्वं नास्ति नाम गुरुत्वं पतनस्य आद्यपतनस्य कारणम् इति पृथिव्याम् अपि जले स्वीकृतम् किन्तु तत्र पतनं तेजसि अपि भवितुम् अर्हति किन्तु तत्र गुरुत्वं कारणं नास्ति इति वक्तुम् इच्छति अत्र वक्षते च ग्रन्थकृता गुरुत्वं पृथ्वीजलवृत्ति इति ग्रन्थेन इत्युक्ते तत्र ग्रन्थकारेण तत् दत्तमस्ति यत् पूर्वस्मिन् तत् लक्षणवाक्ये तत् पृथ्वीजलवृत्ति तद् गुरुत्वं पृथ्वीजलत्वे अस्ति इति नाम पृथ्वीजलवृत्ति इत्यनेन पृथिव्याम् अस्ति जले अस्ति अपि अन्यत्र नास्ति इति अपि तत्र एव अस्ति पृथिव्याम् अस्ति जले अस्ति इति तथा च गुरुत्व अभावे अपि तेजसि पतनम् इति कारणत्वेन तत् गुरुत्वस्य पृथ्वीजलवृत्ति इत्युक्ते तत्र तेजसि गुरुत्व एतस्य अभावः अस्ति तथा च गुरुत्व अभावे अपि तेजसि पतनं तर्हि तत्र तेजसि पतनं दृश्यते अभिमतस्य गुरुत्वस्य असत्त्वे अपि तत्र गुरुत्व नास्ति इति पतनम् इति तेजसि पतनम् इति अस्ति कारणत्वेन अभिमतस्य गुरुत्वस्य असत्त्वे अपि नाम तत्र गुरुत्वं तत्र नास्ति तदापि गुरुत्वं कारणं पतनस्य कारणमिति चिन्तयामः किन्तु कारणं नास्ति किन्तु कार्यं पतनम् अस्ति तत्र अतः कार्योत्पादात् व्यतिरेकव्यभिचारः नाम तत्र वयं दृष्टवन्तः तत्र कारणमस्ति कार्यं नास्ति तादृशं वयं दृष्टवन्तः अत्र व्यतिरेकव्यभिचारः इति नाम अन्वयव्यभिचारः अन्वयसहचारः व्यतिरेकसहचारः अन्वयव्यभिचारः व्यतिरेकव्यभिचारः अत्र व्यतिरेकव्यभिचारः इति भवेत् नाम कारणं नास्ति तथापि कार्यं भवति इति अस्तु तर्हि तावत्पर्यन्तम् अद्य भवति अत्र तदनन्तरम् अग्रिमे वर्गे पठामः तर्हि अस्तु तर्हि नीता भगिनी धन्यवादः उषा भगिनी बहु धन्यवादः भवती एव तत्र सर्वं पठितवती समीचीनम् अस्तु भगिनि तर्हि तत्र विरमाम धन्यवादः नमस्कारः अग्रिमवर्गे मिलामः नमस्कारः धन्यवादः धन्यवादः